नमस्कारः। अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् इति। एतावता वयं तुल्यबलविरोधस्य लक्षणं किम् इति दृष्टवन्तः। महाभाष्यवाक्यमासीत् अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः इति, तदेव तुल्यबलविरोधः इत्यस्य लक्षणवाक्यमासीत्। राजेन्द्रमहोदय वदति वा किं वदति वाक्यमिति? आम् महोदय, श्रूयते वा? आम् आम्, परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपो, तत् भगिनि अन्यत्र अन्यत्र लब्ध अवकाशयोर् एकत्र प्राप्ति तुल्यबल विरोधः सूत्रं परिभाषा महाभाष्यवाक्यं वदति यत् अन्यत्र अन्यत्र अन्यत्र सूत्रद्वयं यथा कार्यं कर्तुम् आगच्छन्ति उद्युक्ता सन्ति स्तः, तत्र द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्ध अवकाशः भवेत् भवेत् एकत्र स्मानकाले स्मानसले प्राप्तिः भवति चेत् तत्र तुल्यबलविरोधः अस्ति, तत् सङ्घर्षः अस्ति, कस्य कार्यं पूर्वं भवति कस्य अनन्तरं भवति तत्तादृशी तत्र सङ्घर्षः भवति। समीचीनम्। अतः द्वयोः एकत्र प्राप्तिः अन्यत्र लब्धावकाशः अपि अस्ति। समीचीनम्, उत्तमं महोदय। अनन्तरं गतसप्ताहे वयम् एका परिभाषा दृष्टवन्तः, पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति। तत्र विजयाभगिनी वदति वा पूर्वपर इत्यस्मिन् विषये कथं निर्णयं कर्तुं शक्नुमः, कस्य सूत्रस्य बलम् अधिकम् इति? पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अष्टत्रिंशत् अस्ति। तत्र पूर्वपरस्य अनन्तरं अन्तरङ्ग बहिरङ्ग एतत् विषये परसूत्रमेव तत्र बलवत् भवति। परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति। नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति। अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति। परन्तु तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रमेव बलवत् भवति। कथं जानीमः? तत्र प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य तत्र कार्यम् अस्ति। एतत् विषये किञ्चित् नित्यसूत्रं द्वितीयसूत्रं रसक्तिके अस्ति वा नास्ति वा इति पूर्वसूत्रमेव तत्र कार्यं करोति। पूर्वस्य अपेक्षया परसूत्रं बलवत् इति उक्तवती, समीचीनम्, उत्तमं। कथं जानीमः पूर्वसूत्रं वा परसूत्रं वा इति? तावदेव उत्तरं, सङ्ख्या दृष्ट्वा, सूत्रसङ्ख्या दृष्ट्वा जानीमः। अस्तु भगिनि, वदतु भगिनि। अत्र प्रथम महाभाष्यवाक्यम् अत्र द्वे सूत्रे अन्यत्र अन्यत्र कार्यं कर्तुं शक्नोति, तदनन्तरं समानस्थले समानकाले अपि भवितुम् अर्हति। सङ्घर्ष अस्ति एव विरोधः वदति वा? आम्, सङ्घर्षः अस्ति। एकत्र प्राप्तिः इति वदामः किल, एकत्र प्राप्तिः एव सङ्घर्षः। यदा यत्र कान्फ्लिक्ट् भवति द्वयोः सूत्रयोः एकत्र प्राप्तिः, एकत्र आगच्छति कार्यं कर्तुं, तत्र एव सङ्घर्षः भवति। समानस्थले समान काले इत्युक्ते एकत्र प्राप्तिः। अट् द सेम् टैम् अट् द सेम् प्लेस् इति एकत्र प्राप्तिः. अवगच्छति वा भगिनि? आं भगिनि. तदेव तदेव एकत्र समानकाले समानस्थले इत्युक्ते एकत्र प्राप्तिः. द्वयोः सूत्रद्वयम् अस्ति, तस्य तु इण्डिपेण्डेण्ट्लि कार्यं भवति एव, अन्यत्र अन्यत्र लब्धावकाशः इण्डिपेण्डेण्ट्लि कार्यं भवति एव. परन्तु इदानीं द्वे सूत्रे अपि एकत्र आगच्छति कार्यं कर्तुं, तत्र सङ्घर्षः भवति. एकत्र प्राप्तिः यत्र एकत्र आगच्छति एव तत्र सङ्घर्षः भवति, कान्फ्लिक्ट् भवति. तत्र अस्माकं निर्णयं, कथं निर्णयं भवति, कस्य सूत्रं वयं स्वीकुर्मः. द्वयमपि कार्यं कर्तुं शक्नोति किल, अतः तत्र वयम् अस्माकं निर्णयार्थं केचन एकत्र प्राप्तिः एव विरोधः. एकत्र प्राप्तिः अस्ति चेदेव विरोधः. इण्डिपेण्डेण्ट्लि यदा कार्यं करोति चेत् तत्र विरोधः एव नास्ति किल. यत्र एकत्र आगच्छति एव तत्र यदा अस्माकं बलाबलस्य चिन्तनं. समीचीनं, अस्तु. आम्, अतः यत्र पूर्वपर नित्य अन्तरङ्ग इत्यस्मिन् विषये पूर्वपर इति यत् तत्त्वद्वयं दृष्टवन्तः, प्रथमतत्त्वद्वयं तत्र अस्माकं पाणिनेः सूत्रमेव तत्र वयं निर्णयं कर्तुं सहायं भवति, सहायकं भवति. विप्रतिषेधे परं कार्यम् इति सूत्रम् एन सूत्रेण एव वयं ज्ञातुं शक्नुमः. पूर्व विप्रतिषेधे यदा विप्रतिषेधः अस्ति चेत् तत्र परं कार्यम् एव भवति, इत्युक्ते परसूत्रमेव बलवत् भवति इति ज्ञातुं शक्नुमः. समीचीनम्, अस्तु. रघुपतिमहोदय नमस्ते भगिनि. रघुपतिमहोदय वदति वा नित्यशास्त्रस्य विषये. एकः प्रश्नः, तत्र अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति वा? आम्, बलवत् एव. आम्, अपवादसूत्रमेव सर्वेषां सूत्राणाम् अपेक्षया बलवत्, तदेव बलवान्. आम्, सूत्रं बलवत् नपुंसकलिङ्गम् एव. समीचीनम्. आम्, सूत्रम् इत्युक्ते कृताकृतप्रसङ्गे यः विधिः सः नित्य इति उच्यते. इत्युक्ते समानकाले समानस्थले इदानीं द्वे सूत्रे कार्यं कर्तुम् आगच्छतः, तदा द्वयोर्मध्ये एकस्य सूत्रस्य कार्यं भवति, भवत्यपि अपरस्य सूत्रस्य प्राप्तिः भवति इति चेत् इति भवति चेत् तत्सूत्रम् अपरसूत्रं नित्यम् इति वयं वक्तुं शक्नुमः. अथवा समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति, द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिकारिता तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्त्यस्ति चेत् तस्यां दशायां यत् अपरं सूत्रमस्ति तत् नित्यसूत्रम् इति उच्यते. नित्य नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरम् अनन्तरमपि अस्ति. तदेव, पूर्वमपि आसीत् अनन्तरमपि अस्ति चेदेव तद् नित्यसूत्रं. तस्य कार्यमेव इदानीं भवति, नित्यसूत्रस्य कार्यं यद् नित्यसूत्रम् इति वयं निर्णयं कुर्मः, तस्य कार्यमेव इदानीं भवति. समीचीनं, तावदेव पठितवन्तः किल. अन्तरङ्गस्य विषये आरब्धवन्तः, तत्र तस्मात् एव पुनः पठामः. अस्तु, शिवल्ली भगिनी भवती एव आरम्भं करोति वा? तत्र अन्तरङ्गं बि इति, अन्तरङ्गम्. आं भगिनि, अन्तरङ्गम् अन्तरङ्गं बहुविधम्, अतः महान् प्रपञ्चः अत्र प्रकारद्वयं प्रदर्शयते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा यस्मात् प्रत्ययविधिः तदापि प्रत्यय प्रत्यये अङ्गम् इति रीत्या अङ्गकाव्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम् अन्तरङ्गम् अन्तरङ्गम् इति पदे द्वे शब्दाः अङ्गम् इति अन्तर इति द्वे शब्दे स्तः अत्र अङ्गम् इति इत्युक्ते निमित्तम् इति अर्थः परिभाषेन्दुशेखरग्रन्थे लिख्यते नित्यादि अपि अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं फलवत् कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् अतः बलवत् इति कथनस्य स्थाने बहिरङ्गशास्त्रम् असिद्धम् इति कथनम् उचितम् परिभाषेन्दु शेखरग्रन्थे लिख्यते नित्यादि अपि अन्तरङ्गं बलीयः अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति उच्यते बलवत् इति स्थाने असिद्धम् इति कथनम् उचितम् इति अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात् इति कथनम् उचितम् अत्र अन्तरङ्गे इत्यनेन विशेषत्वम् अतः अर्थः एवं भवति द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति इति अर्थः द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रविषये बहिरङ्गशास्त्रम् असिद्धत्वम् समकालप्राप्ति इत्युक्ते किं भगिनि एककाले एकत्र समानकाले समानसाये समान समये द्वयोः सूत्रयोः प्राप्तिः अस्ति तस्मिन् समये किं भवति तस्मिन् समये सङ्घर्षः भवति समीचीनम् अन्तरङ्गं कार्यं भवति वा बहिरङ्गस्य कार्यं भवति वा अन्तरङ्गं बहिरङ्गस्य असिद्धं भवति असिद्धम् इत्युक्ते असिद्धम् इत्युक्ते दट्स् नाट् अवेलेबल् और् इट्स् नाट् सीन् दट् बहिरङ्गस्य इट् डजन्ट् हेपन् बहिरङ्गसूत्रस्य दृष्ट्या क्षम्यताम् अन्तरङ्गसूत्रस्य दृष्ट्या बहिरङ्गसूत्रस्य यद् कार्यं कृतं वा न कृतं वा तद् न दृश्यते यद् कार्यं बहिरङ्गशास्त्रम् आगत्य कार्यं करोति चेत् तद् यदा अन्तरङ्गम् इति एतत् सूत्रम् अन्तरङ्गम् इति वयं तस्य निर्णयं कुर्मः चेत् यद् कार्यं बहिरङ्गशास्त्रेण कृतं शास्त्रम् इत्युक्ते सूत्रं शास्त्रेण यद् कार्यं कृतं तद् न दृश्यते अन्तरङ्गसूत्रेण इत्युक्ते तद् असिद्धमेव किल तस्य कार्यं न दृश्यते बहिरङ्गसूत्रस्य कार्यं न दृश्यते अत्र नित्यादपि अन्तरङ्गं बलीयः इति अस्मिन् अपिशब्देन परशास्त्रस्य ग्रहणम् इति नित्या अपि अपिशब्देन परसूत्रस्य इति ग्रहणं सो परसूत्रस्य अपि अन्तरङ्गं नित्यसूत्रस्य परसूत्रस्य अपि अन्तरङ्गं बलीयः अतः किमपि बालामकसूत्रम् आनामकं सूत्रं प्रति बहिरङ्गं चेत् तेन आ इति अन्तरङ्गसूत्रेण इदं बा सूत्रम् असिद्धं द्वयोः सूत्रयोः बानामकम् एकं सूत्रम् आनामकम् एकं सूत्रम् आनामकम् इति अन्तरङ्गसूत्रेण बानामकसूत्रस्य असिद्धं भवति, सूत्रम् असिद्धं यद्यपि आ सूत्रं प्रति ओके वित् रेफरेन्स् भवति सूत्रम् असिद्धं यद्यपि आसूत्रं प्रति बासूत्रं परसूत्रं वा नित्यसूत्रं वा स्यात्. बासूत्रं परसूत्रं वा नित्यसूत्रं वा परन्तु आसूत्रस्य निमित्तं बासूत्रम् असिद्धं भवति. इत्थञ्च परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषासूत्रमपि अस्ति. समीचीनम्. अतः तत्र सूत्रद्वयं दृष्टान्तरूपेण दत्तमस्ति, एकम् आसूत्रम् इति अनन्तरं बसूत्रम् इति. आ इत्युक्ते अन्तरङ्गं, ब इति बहिरङ्गम्. यदा बहिरङ्गम् इति सूत्रम् असिद्धम् अस्ति, असिद्धम् अस्ति इत्युक्ते सूत्रमेव नास्ति, सूत्रमेव नास्ति कस्य दृष्ट्या? आसूत्रस्य दृष्ट्या, अस्माकं दृष्ट्या न, सूत्रस्य दृष्ट्या. तद् मनसि भवेत्. सूत्रस्य दृष्ट्या बसूत्रम् असिद्धम् अस्ति, तस्य असिद्धत्वात् असूत्रम् इति अन्तरङ्गसूत्रस्य कार्यं प्रवर्तनीयम्. किमर्थं तद् इत्युक्ते तस्य एव प्रकटीकरणार्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे. बहिरङ्गम् इति सूत्रम् असिद्धं, तस्य असिद्धत्वात् अन्तरङ्गसूत्रम् एव प्रवर्तनीयं, प्रवर्तनीयं तस्य कार्यमेव करणीयम् इति एतत् परिभाषा वदति. अस्य अन्तरङ्ग बहिरङ्गस्य उदाहरणम् अग्रे आगच्छति. अत्र यद्यपि तत्र यद् अन्तरङ्गं बहिरङ्गम् इति यद् दत्तमस्ति तत्र बहुविधानि सन्ति. तत्र द्वयमेव वयं स्वीकृत्य पश्यामः अस्मिन् पाठे. बहुविधानि सन्ति यत्र वयम् अग्रे प्रायः अग्रे आगच्छति अहं चिन्तयामि यत्र तत्र प्रायः अग्रिमविषये अग्रिमविधानि कथम् आगच्छति कथं भवति इति पश्यामः. बहुविधानि सन्ति. अत्र यद् दत्तमस्ति उदाहरणरूपेण यद् वयम् अस्मिन् स्तरे अवगन्तुं शक्नुमः तदेव महोदयः अत्र स्थापितवान् द्विविधम् इति. तदेव किञ्चित् प्रथमविधं किञ्चित् समीचीनमेव अस्ति, द्वितीयविधं किञ्चित् क्लेशः अस्ति. तद् पठामः, चिन्तयामः अवगन्तुं शक्नुमः वा इति. सार्वधातुकप्रक्रियायाम् अन्तरङ्गं बहिरङ्गम् इति प्रायः एकस्मिन् स्थले वा स्थलद्वयं वा तावदेव अस्ति, बहु विरलतया एव आगच्छति. आर्धधातुकप्रक्रियायां प्रायः कृदन्तप्रक्रियायां प्रायः बहुषु स्थलेषु अस्मिन् बहिरङ्ग अन्तरङ्गविषये चिन्तनं वा चर्चा तत्र भवति. तद्धितप्रत्ययः प्रायः तत्रापि भवति, परन्तु सार्वधातुकप्रक्रियायां बहुषु स्थलेषु तस्य प्रसङ्गः एव न आगच्छति. एतत् तु परिचयार्थमेव. अतः किञ्चित् प्रयत्नं कुर्मः किम् अस्ति इति अवगन्तुम्. अस्तु, अरुणा भगिनी अग्रिमपरिचयः पठति वा? आं भगिनि, ततः अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये समुदायमध्ये अन्तर्भूतान् भूत अन्य अङ्गानि निमित्तानि यस्य तदन्तरङ्गम् एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गकं बहिरङ्गम्. अन्तरङ्गशब्दे पठितुं भगिनी पठतु. अन्तरङ्गशब्दे भागद्वयम् अन्त योगः अङ्गम् अन्त इत्युच्यते मध्ये. कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम्। अन्यरीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तं। प्रयत्नं करोमि भगिनि। अत्र लक्षणं दत्तम्, अन्तरङ्गं किं बहिरङ्गं किम् इति। अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूत अन्य अङ्गानि निमित्तानि यस्य दत् यस्य तत् अन्तरङ्गम्। अन्तरङ्गम् अत्र लक्षणमस्ति बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये। किम् किं पदमस्ति तदेव भगिनि? अन्तर्भूत भूतानि अङ्गानि, भूतानि योगः अङ्गानि, नियोगः अ, तत्र अन्तर्भूतान्यङ्गानि इति भवति सन्धि। अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्, एवं तदीयनिमित्तसमुदाय बहिर्भूताङ्गकं बहिरङ्गम्। अत्र उदाहरणं दत्तं, तदेव अन्यविचारः अस्ति। अन्तरङ्गशब्दे भागद्वयम्, अन्तः अन्त अङ्गम्, अन्त इत्युक्ते मध्ये। कस्य मध्ये? बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य अन्तरङ्गशास्त्रमिति सूत्रमेव भगिनि? सूत्रमेव, शास्त्रम् इत्युक्ते सूत्रं, सूत्रमेव। अत्र अन्तरङ्ग सूत्रं निमित्तं किं किम् अस्ति चेत् तदेव मध्ये अस्ति। अन्त अङ्गम् अन्त इति अन्त अर्थम् अपि मध्ये अन्तर् इति रेपः तत्र प्रायः सङ्गणके न दृश्यते वा? अन्तर् इति अर्थः मध्ये इति। समीचीनं। अन्त अन्तर् नाट् अन्तः, अन्तर् अन्तर्मध्यः इति अर्थः। बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतभागः, तदेव तदीय एवं तदीयनिमित्तसमुदाय बहिर्भूत अङ्गक बहिरङ्गम् इति अर्थः। समीचीनं। तदेव बहिरङ्गशास्त्रं, शास्त्रम् इत्युक्ते सूत्रमेव। यत्किमपि सूत्रं वयं स्वीकुर्मः, विधिसूत्रं, विधिसूत्रस्य विषये एव, विधिसूत्रमेव तत्र कार्यं निषिध्यते किल, तेन क्षम्यतां कार्यं भवति, विधिसूत्रेण एव कार्यं भवति। तत्र यत्किमपि विधिसूत्रं वयं स्वीकुर्मः तत्र कानिचन निमित्तानि सन्ति, विधिसूत्रस्य प्रवर्तनाय कानिचन निमित्तानि सन्ति। अत्र सङ्घर्षः अस्ति, द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति चेत् सङ्घर्षः अस्ति, सर्वदा सङ्घर्षः अस्ति, तत्र एव बलाबलस्य चिन्तनं। तत्र एकं सूत्रं यद् स्वीकुर्मः तत्र तस्य तु बहूनि निमित्तानि सन्ति। अन्यत् सूत्रं यद् तस्मिन्नेव स्थले कार्यं कर्तुम् आगच्छति तस्य निमित्तं यद् प्रथमं सूत्रं वयं स्वीकृतवन्तः तानि निमित्तानि तस्य मध्ये अस्ति। मध्ये अस्ति इत्युक्ते तत्र यत् प्रथमं सूत्रं वयं स्वीकुर्मः तस्य पञ्चनिमित्तानि सन्ति इति उदाहरणरूपेण स्वीकुर्मः चेत्, द्वितीयं सूत्रं यद् तस्मिन्नेव स्थले कार्यं कर्तुम् आगच्छति तस्य तु त्रीणि वा चत्वारि एव निमित्तानि सन्ति, एकमेव अपि भवितुमर्हति। एकमेव निमित्तम् अस्ति चेत् तद् मध्ये अस्ति किल, यदा वयं सर्कल् निर्माणं कुर्मः तत्र द्वितीयं सर्कल् सब्सेट् इति वदामः किल, तत्तु एकमेव तस्य निमित्तम् अस्ति, तस्य मध्ये अस्ति। बहिरङ्ग सूत्रस्य यत् प्रथमं सूत्रं पञ्चनिमित्तानि सूत्राणि सन्ति तस्य मध्ये एकं निमित्तं वा त्रयनिमित्तं वा त्रीणि निमित्तानि वा यत् सूत्रमस्ति तत् तस्य मध्ये अस्ति अतः तस्य नाम अन्तरङ्गम् इण्टर्नल् एक्स्टर्नल् इति यदा आङ्ग्लभाषायां वदामः बहिरङ्गम् इत्युक्ते एक्स्टर्नल् इण्टर्नल् यदस्ति अन्तरङ्गम् इति इण्टर्नल् सूत्रमस्ति बहिरङ्गस्य अन्ते अस्ति मध्ये अस्ति कुत्रापि अन्यस्थलेन बहिरङ्गस्य अन्ते अस्ति यद् बहिरङ्गम् इति वत् यद् वयं वदामः तद् नित्यसूत्रमपि भवितुमर्हति पूर्व पर इति यद्यपि पूर्वस्य अपेक्षया परसूत्रं बलवत् किल परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् अतः यद् बहिरङ्गसूत्रम् इति वयं स्वीकुर्मः तद् परसूत्रमपि भवितुमर्हति नित्यसूत्रमपि भवितुम् अर्हति अनन्तरम् एतत् पञ्चनिमित्तानि सन्ति एतत्तु अन्ते अस्ति तस्य मध्ये अस्ति तत्तु एकनिमित्तम् अस्ति चेत् तद् सूत्रम् एव कार्यं करोति किमर्थम् इत्युक्ते अन्तरङ्गसूत्रं बलवत् बहिरङ्गस्य असिद्धत्वात् असिद्धत्वात् इत्युक्ते इदानीं यद् अन्तरङ्गसूत्रं यद् कार्यं तस्मात् प्रवर्तते तद् पूर्व तद् बहिरङ्गसूत्रस्य कार्यं न पश्यति तस्य दृष्ट्या तत् सूत्रं नास्ति एव असिद्धत्वात् इति अवगतवन्तः वा सर्वे आम् अग्रे अपि पठतु अग्रिमपरिचयम् उक्तञ्च अरुणा भगिनी अस्ति वा आं क्षम्यतां भगिनि इत्थञ्च अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वं बहिरङ्गशास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतत्वं यस्य वर्तते तत् अन्तरङ्गं बहिरङ्गशास्त्रनिमित्तसमुदायस्य अपेक्षया अन्तरङ्गशास्त्र निमित्तसमुदायः अन्तर्भूतः भवति चेत् अन्तरङ्गं तदेव भवती उक्तम् अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गत्वं बहु बहिरङ्गसूत्र शास्त्रस्य बहूनि निमित्तानि सन्ति चेत् तेषां निमित्तानां समुदायमध्ये अन्तर्भूतं तत् यस्य वर्तते तदेव तत् अन्तरङ्गं बहिरङ्गशास्त्रनिमित्तसमुदाय अपेक्षया अन्तरङ्गशास्त्रनिमित्तसमुदाय अन्तर्भूतः भवति चेत् अन्तरङ्गम् एकसूत्रे सूत्रमध्ये बहूनि निमित्तानि सन्ति तदेव अन्तरङ्गम् इति वदति बहिरङ्गसूत्रे निमित्तमस्ति इति अपेक्षया अन्तरङ्ग अपेक्षया अन्तरङ्गशास्त्रनिमित्तमस्ति चेत् तदेव अन्तरङ्गम् इति वदति अन्तर्भूतानि निमित्तानि यानि निमित्तानि सन्ति अन्तर्भूतानि तदेव अन्तरङ्गम् एतत् समुदायः इत्युक्ते अहम् उक्तवती किल पञ्चनिमित्तानि सन्ति इति तस्य एव समुदायः ग्रुप् निमित्तानां समुदायः पञ्चनिमित्तानि सन्ति चेत् तस्य समुदायः भवति निमित्तानां समुदायः इति समुदायशब्देन तदेव उल्लिखितमस्ति बहिरङ्ग क्षम्यतां कुत्र अस्ति तत्र एकं परिभाषा दृष्टवन्तः किल बहिरङ्गशास्त्रनिमित्तसमुदायमध्ये निमित्तसमुदायः इत्युक्ते पञ्चनिमित्तानि सन्ति उदाहरणरूपेण तदेव समुदायः निमित्तसमुदायः तयोः मध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् यदा वयम् अन्तरङ्गस्य लक्षणं पश्यामः चेत् तत्र प्रश्नः सर्वदा उदेति किल बहिरङ्गम् इत्युक्ते किं तत्र तदीयनिमित्तसमुदायात् बहिर्भूत अङ्गं बहिरङ्गम् इदानीम् अन्तरङ्गमस्ति चेत् बहिरङ्गं किम् इत्युक्ते तस्मात् यद् बहिर्भूतानि अङ्गानि तदेव बहिरङ्गम् अस्तु, आं प्रश्नः अस्ति वा महोदय, रघुपतिमहोदय? भगिनी अत्र बहिरङ्गम् इत्युक्ते यत् समीपे अस्ति तत् अन्तरङ्गं वा अथवा तेषां सङ्ख्या निमित्तानि बहूनि सन्ति चेत् तद् बहिरङ्गं भवति, यस्य निमित्तानि न्यूनाः सन्ति अन्य अधिकस्य अपेक्षया तदन्तरङ्गं भवति वा, कथं भवति? अस्मिन् सन्दर्भे तदेव अस्मिन् करपत्रे दत्तमस्ति, तदेव अहम् उक्तवती किल, बहूनि लक्षणानि सन्ति अन्तरङ्ग बहिरङ्ग इत्यस्मिन् विषये, यद् भवान् उक्तवान् तदपि एकं विधम् अस्ति, यद् समीपे अस्ति स्थानि इत्यस्य समीपे यदस्ति तद् अन्तरङ्गं, यद् दूरे अस्ति तद् बहिरङ्गम् इति अपि एकं विधम् अस्ति, परन्तु तद् अस्माकं करपत्रे तादृश तद्विधं न प्रदर्शितं, परन्तु तदपि अस्ति अन्तरङ्ग बहिरङ्ग यदि वयं वदामः तत्र सामीप्यस्य एव सामीप्यगुणः एव भवति खलु? न न तादृशं तदेव अहम् उक्तवती किल, बहुविधानि सन्ति, अतः तत्र तदपि एकं विधं यद् भवान् उक्तवान् तद् प्रायः प्राचीनवैयाकरणानां मतमासीत्, स्थानिनः पार्श्वे यदस्ति तद् अन्तरङ्गं, दूरे यदस्ति तद् बहिरङ्गम् इति, इदानीम् अस्माकं करपत्रे यद् प्रदर्शितमस्ति तद् नवीनवैयाकरणानां मतं तदपि अस्ति. आं वदतु महोदय. भगिनी अत्र यत् वाक्यम् अस्ति अत्र, तत्र चिन्तयामि किञ्चित् स्पष्टता जायते, अन्तर्मध्ये बहिरङ्गशास्त्रीनिमित्तं निमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गं. आम् समीचीनं तदेव, निमित्तविषये एव अस्माकं अस्मिन् करपत्रे तस्य विषये एव चर्चा अस्ति, यद् महोदय उक्तवान् तदपि समीचीनं, तदपि अस्ति एकविधं, यदा पार्श्वे अस्ति दूरे अस्ति इति तदपि अस्ति, परन्तु अस्माकं करपत्रे एतदेव यदा अहं तदेव अहम् उक्तवती, एकः सर्कल् निर्मामः चेत् यद् बहिरङ्गनिमित्तानि बहिः आगच्छति, अन्तरङ्गनिमित्तानि तस्मात् अन्तः एव आगच्छति, तदेव अन्तरङ्गम् इति. उदाहरणं पठामः तत्र स्पष्टः प्रायः भवेत्. आं वदतु भगिनि. पञ्चनिमित्तानि इत्युक्ते अङ्गम् इक् लक्षण लघ्वि क्षम्यताम्, अहम् एकम् उदाहरणमेव दत्तवती, पञ्चनिमित्तानि भवेत्, षड् निमित्तानि, दशनिमित्तानि, किमपि भवतु, किम् इति अहं न उक्तवती, उदाहरणमेव दत्तवती, बहिरङ्ग अन्तरङ्गं कथम् अवगन्तुं शक्नुमः इत्यस्मिन् विषये उदाहरणं, पञ्च इत्युक्ते सर्वदा पञ्च इति न, तदेव अहम् उदाहरणम् इति प्रायः न उक्तवती वा, उदाहरणं कृपया तत् स्पष्टीकरोमि. उदाहरणमेव, षड् अपि भवितुम् अर्हति, दशनिमित्तानि अपि भवितुम् अर्हति, यद् किमपि तस्मिन् अन्ते यद् आगच्छति तद् अन्तरङ्गम् इति, तद् किम् इति वयम् अग्रे द्रक्ष्यामः, यदा आगच्छति पश्यामः. अस्तु, राजेन्द्रमहोदय पठति वा? अत्र वा पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्? अस्तु, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गं, पूर्वोपस्थिति उपस्थितनिमित्तकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वम् एव उपस्थितं वर्तते तद् अपि अन्तरङ्गम्. पूर्वं यः ये निमित्तानि तत् स्थितानि सन्ति ते अपि अन्तरङ्गनिमित्तानि भवितुम् अर्हन्ति, ये पूर्वम् एव तत् उपस्थितं स्थितं वर्तते तत् तदपि अन्तरङ्गं भवितुम् अर्हति, अन्तरङ्गनिमित्तानि भवितुम् अर्हन्ति एवं भगिनि. यस्य यस्य निमित्तं पूर्वम् उपस्थितं तत् पूर्वोपस्थितम् इति समासः. पूर्व उपस्थितम् अपि अन्तरङ्गम् एकविध अन्तरङ्गम् अस्ति अत्र. पूर्वोपस्थितिनिमित्तकम् अन्तरङ्गम् अस्य बोधनार्थं दृष्टान्तो दीयते. शिव् धातुः योग न प्रत्ययः स्योन् शब्दः न इति उनादिप्रत्ययः सर्वे उनादिप्रत्ययः कृत् प्रत्ययः प्रत्ययः शिव् एक धातुः अस्ति तस्य न योग न प्रत्ययः योजयामः तत् स्योन् स्योन् प्रायशः अन्यत् अपि कार्याणि तद् अन्तर्भूताः सन्ति परन्तु अन्ततो गत्वा स्योन् शब्दः उत्पद्यते. न उनादिप्रत्ययः अस्ति सर्वे उनादिप्रत्ययः कृत् प्रत्ययाः सन्ति. शिव् न इति अवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति. अस्वां शिव् योग न यथा तत्र शब्दव्युत्पत्ति कुर्मः तत्र सूत्रत्रयं तेषां प्रसक्तिः भवति. लोपो व्योरुबलि छ्वोः शूढ अनुनासिके च उगन्धरकुपदस्य च त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. शिवयोग न यदा योजयामः तत् शिवन् शब्दः निष्पद्यते. तत्र त्रीणि सूत्राणि सूत्रत्रयं तत् कार्यं कर्तुम् इत्युक्ते प्रसक्तिः अस्ति. लोपव्योरुबलि अस्माकं परिचितसूत्रमेव अस्ति. छुवशूढ अनुनासिके च प्रायशः परिचित अस्ति. पुगन्धलघुपदस्य च तस्य तदपि परिचितसूत्रमेव अस्ति. त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयम्. अस्य अस्मिन् अवसरे शिवयोग न यदा योजयामः तत्र कस्य प्रसक्तिर्भवति तत् इदानीं चिन्तयामः. लोपो व्योरुबलि बल् प्रत्याहारे परे पूर्व विद्यमानयो कार्यकार्योः लोपो भवति. व च य च तयो वयो त्यो इत्यतरद्वन्द्व तयो वयोः सूत्रं सम्पूर्णसूत्रं व्योः लोपः लोपः बलि बल् प्रत्याहारः परे अस्ति चेत् तत्पूर्वं यथा वकारः यक् वकार यकारान्त शब्दः अस्ति तस्य वकार अथवा यकारस्य लोपः लोपः भवति बल् प्रत्याहार परे बल् प्रत्याहार प्रत्याहारस्य वर्ण परे वर्णपरे चो शूढ अनुनासिके च तुक् सहित चकारस्य स्थाने शकार आदेशः अपि च वकारस्य स्थाने ऊढ आदेशः भवति अनुनासिक आदिप्रत्यये परे. अत्र अनुनासिक आदिप्रत्यये यदा परे अस्ति तत्र तुक् सहित चकारस्य यथा पूर्वम् अस्माभिः पठितवन्तः तत्र तकारस्य चकारः भवति शकारस्थाने चकारः आगच्छति. तत् यः चोः तत्र यः अस्ति तत्र तस्य चकारस्य स्थाने षकारः आदेशः भवति अपि च वकारस्य स्थाने ऊढ आदेशः भवति अनुनासिकप्रत्यये परे क्वि परे अपि च जलादिप्रत्यये परे अनुनासिकप्रत्यये परे क्वि प्रत्यये परे जलादि प्रत्यये परे तत् षकार आदेशः भवति अपि च वकारस्य स्थाने ऊढ आदेशः भवति. च छ च च व च तयो इत्यतरद्वन्द्वः च छ्वोः तयोः च छ्वोः श च ऊठ च तयोः समाहारद्वन्द्वः शूर् शूर् जलां जशोन्ते इत्यनेन ठकारस्य स्थाने ढकार आदेशः भवति. तदपि तत् शूर् अनुनासिके नासिके न भवति. च छ्वो षष्ट्यन्तं शूर् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदं सूत्रम् अनुनासिक नासिकस्य क्वि जलोः किनति अनुनासिक परे भवेत् अपि च अथवा क्वि प्रत्ययः अपि किनति जल् जल् प्रत्ययः परे भवेत् तत्र सूत्रस्य प्रसक्तिः अस्ति. इत्यस्मात् क्विजलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिस्य सूत्रं च छवोः अङ्गस्य शूर् क्विजलोः अनुनासिके च. अत्र च षकार आदेशः भवति च छ च चच्छुवोः. क्षम्यतां भगिनि, किञ्चित् उच्चारणार्थं किञ्चित् कष्टं भवति. तत्र षकार आदेशः भवति, अपि च वस् स्थाने तत्र ऊठ् आदेशः भवति. अङ्गस्य अधिकारः अस्ति शूर् चुवो शूर् क्विजलो. क्विजलो इत्यस्य अनुवृत्तिः अस्ति क्वि अपि च जलो अपि च अनुनासिक परे अस्ति चेत् तत्र षकार आदेशः भवति छकारस्य स्थाने, अपि च बकारस्य स्थाने ऊठ् आदेशः भवति. समीचीनं महोदय. इदानीं वदतु, सिवियोगः न इत्यस्मिन् सन्दर्भे लोपो व्योर्वलि श्वोः शूडनुनासिके च द्वयोः सूत्रयोः कार्यं किं भवति इति. अत्र भगिनि तुक्सहितचकारस्य इति तुक्सहित इति किम्? आं, तद् वयं दृष्टवन्तः किल, इषु गम्यमां चः इति सूत्रं भुवादिगणे गम् धातुः, तत्र चे च इति सूत्रेण तुक्सहितचकारः आगच्छति. अनन्तरम् अस्माकं सन्धिकार्यं भूत्वा गच्छ इति भवति इति. तदेव कार्यं तदेव. वदतु महोदय. शिव योग न तत्र न तु वल् प्रत्याहारस्य वर्णः अस्ति नकारः. तत्र शिव अस्ति तत्र अत्र वकारः अस्ति. वकारः पूर्वम् अस्ति वा? वकार यकारः. आम्, वकारः अस्ति पूर्व लोपो व्योर्वलि. तत्र नकारः वाल् प्रत्याहारः अस्ति, वकारः पूर्वम् अस्ति. तत् लोपो व्योर्वलि तस्य प्रसक्तिः भवति भवति. भूत्वा किं भवति कार्यं किम्? अत्र चिन्तयामि किञ्चित् गुणकार्यम् अपि भवति शिव यथा अस्ति. न न, इदानीं रूपं मा पश्यतु महोदय. शिव योगः न, इदानीं यदा लोपो व्योर्वलि इत्यस्य कार्यं भवति चेत् किं भवति? योग न अवशिष्यते, तत् वकारस्य लोपः भवति. वकारस्य लोपः भवति, समीचीनम्, उत्तमम्. किं भवति इति अग्रे पश्यामः. इदानीं एतत् कार्यं करोति चेत् वकारस्य लोपः भवति. लोपः भवति, समीचीनं. श्वोः शूडनुनासिके च कार्यं करोति चेत् तत् कार्यं करोति चेत् तत्र वकारस्य स्थाने तत् न प्रत्ययः अस्ति, अनुनासिक प्रत्ययः अस्ति परे. तत् वकारः अस्ति, वकारस्य स्थाने ऊठ् आदेशः भवितुम् अर्हति. समीचीनम्, उत्तमं, तदेव प्रसक्तिः भवति, प्रसक्तिः अस्ति. समीचीनं, वकारस्य स्थाने ऊट् आदेशः, तदेव भागः. अनुनासिकादिप्रत्यये परे नकारः इति अनुनासिकप्रत्ययः. अस्माकं कृते तु वकारस्य स्थाने ऊट् आदेशः. अन्यत् किमपि अस्ति, परन्तु अस्माकं कृते अस्मिन् सन्दर्भे तस्य प्रयोजनं किमपि नास्ति. अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः, तदेव इदानीम् अस्माकं स्थितिः अस्ति. लोपो व्योर्वलि कार्यं करोति चेत् वकारस्य लोपः भवति वेल् प्रत्याहारे परे. श्वोः शूडनुनासिके कार्यं करोति चेत् अनुनासिकादिप्रत्यये परे वकारस्य स्थाने ऊट् आदेशः इति स्थितिः इदानीं. किं भवति इति पश्यामः. धन्यवादः महोदय. रघुपतिमहोदय अग्रे पठतु. दृष्टान्तः, तुक्सहितचकारस्य स्थाने षकारादेशः. पाप्रच्छयोगः मि इति अस्ति. इदानीं चोः षूड् अनुनासिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने अनुनासिकप्रत्यये परे षकारादेशः भवति, अतः प्रा पाप्रश्मि इति रूपं सिद्ध्यति. तद् केवलं प्रदर्शनार्थं महोदय, तुक् सहितचकारः इत्युक्ते किम् इति अस्माकं सन्दर्भे अस्य किमपि महत्त्वं नास्ति. सिव्योगः न इति एव मनसि भवेत्. अग्रे सरतु महोदय. पुगन्तलघु उपदस्य च, पुगन्तस्य अङ्गस्य लघु उपदस्य, लघु उपदस्य च इकः गुणः भवति सार्धातुके अर्धातुके च प्रत्यये परे. पुगन्तलघु उपदस्य च अङ्गस्य इकः गुणः सार्धातुकार्धातुकयोः इति अस्ति. वयं दृष्टवन्तः पूर्वं परिचितसूत्रमस्ति. लघु इकन्तस्य उपदाय अस्ति, तस्य इक अङ्गस्य इक वर्णस्य गुणः भवति सार्धातुकार्धातुकयोः आर्धात्कप्रत्यये परे इति अस्ति. समीचीनं. सिव्योगः न इत्यस्मिन् सन्दर्भे भवति वा? सिव्योग हा, सिव्योग न इति अस्ति. सिव्योग न इति अस्ति, न इति आर्धात्कप्रत्यय अस्ति, अतः कथं जानीमः? तिङ्क्षित् सार्धातुकम् अस्ति, शेष अर्धातुका अर्धातुका ये धातु धातुतः विहिताः प्रत्ययाः ते अर्धातुकाः. समीचीनं. किञ्चित् भिन्नाः. अस्तु, इदानीम् उपादायम् इकार अस्ति, अतः स्वेन इति सारि सेव्न इति भवति. सेव् भवति वा इति अग्रे पश्यामः, परन्तु प्रसक्तिः अस्ति. प्रसक्तिः अस्ति इदानीम्. अस्तु, समीचीनं. अग्रे अग्रे पठामः. सर्वप्रथमं लोपो लोपोभ्योर्वली चोः षूड् अनुनासिके च इत्यनयोर्मध्ये किं भवति इति द्रष्टव्यम्. लोपोभ्योर्वलि इत्यस्य प्राप्तिर्भवति चेत् चोः षूड् अनुनासिके च इति सूत्रे ऊट् आदेशः तु न कुत्रापि भविष्यति, अतः सूत्रस्य अयं भागः निरवकाशः. तदर्थं लोपोभ्योर्वलि इत्यस्य अपवादः चोः षूड् अनुनासिके च इति सूत्रम्. अस्तु, इदानीं सीव् योग न इति अस्ति, अत्र वकारस्य लोपः भवति चेत् चोषुडनसिके चेति सूत्रस्य प्रसक्तिः एव न भवति, निरवकाशत्वम्. अनेन अपवादसूत्रम् अस्ति लोपोर्व्योर्वलि प्रति, अतः तस्य प्रसक्तिः भवति इदानीं. ततः अग्रे पठामि वा भगिनि? आम्. अस्तु, ततः अग्रे चिन्तनीयमत् चोः षुडानसिके च पुगन्तलघुपदस्य पुगन्तलघुपदस्य च इत्यनयोः मध्ये किं भवति. द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यश्च कार्यं च. पुगन्तलघुपदस्य च इत्यस्मात् इत्यस्य परत्वात् बलवत् स्यात् किमर्थम् इति सप्तमध्यायस्य तृतीयपादस्य षड् सप्ततितमं सूत्रमस्ति पुगन्तलघुपदस्य च, अपि च चोः षुडानस्य के च इति षष्ठ्याध्यायम् अस्ति तत् इत्यस्य. अतः पुगन्तलघुपदस्य इति परत्वात् बलवत् स्यात् सीव् योग न सेव् योग न भवेत्. अधुना अस्मिन् विषये एकनिमिषं महोदय, अस्मिन् विषये तदेव, अस्मिन् विषये बहु किमपि चिन्तनीयं. तस्मात् पूर्वम् एतद् वदतु, लोपो व्योर्वली श्वोः षोडनुनासिके च इत्यस्य बलाबलचिन्तनं किम्, अनन्तरं पुगन्तलघुपदस्य च. लोपोर्वलि इति सूत्रं चोः षूडानसिके च इत्योर्मध्ये अपवादसूत्रमस्ति चोः षूडानसिके च षूडानसिके च इति सूत्रमस्ति. कथं जानीमः? तस्य यदि वकार इदानीं वकारस्य स्थाने वकारस्य लोपः भवति चेत् वकारस्य स्थाने ऊट् आदेश न भवति एव अत्र, अतः अनुनासिके लोपो व्योर्वलि अन्यत्र कार्यं करोति वा, अन्यत्र तस्य अन्तर्भूतानि सन्ति वल् प्रत्य इदानीम् अनुनासिक इति अस्ति, अनुनासिक वल् प्रत्यारे अन्तर्भूतानि, अतः यदा यदा अनुनासिके चोचुडनुसिके अनुनासिके च इति सूत्रस्य कार्यं भवति तदा लोपोर्वलि आगत्य कार्यं करोति चेत् निराकाशत्वं भवति. वल् प्रत्यारे अनुनासिक अस्ति अतः यदा कदापि तस्य प्रसक्ति न भवत्येव चोचुडनुसिके इत्यस्य, अतः तद् अपवादसूत्रमस्ति बलवत् अस्ति. समीचीनं, तस्य एकः भागः एव. आम् आम् आम्. अतः यत्र यत्र श्वोः शूडनुनासिके च कार्यं करोति तत्र तत्र लोपो व्योर्वलि अपि आगच्छति कार्यं कर्तुं, तस्य निरवकाशं भवति. श्वोः शूडनुनासिके च सूत्रस्य यत् भागः अस्ति ऊट् आदेशः तदेव निरवकाशं भवति. समीचीनम्. ऊट् आदेश एकः भागः एव निरवकाशत्वं भवति अतः तद् अपवादमेव. ततः अग्रे चिन्तनीयं यत् चोः शूडर्नासिके च पुगन्तलघुपदस्य च एतयोर्मध्ये अनयोर्मध्ये किं भवति, द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति, द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति पुगन्तलघुपदस्य च इति सर्वत्र भवति, अनुनासिक इति भवेत् इति नास्ति. आरधात्मकप्रत्ययः अस्ति चेत् अपि सारि सार्वधातुक आरधात्मकप्रत्ययः अस्ति चेत् भवति, अन्यत्र अननुनासिके असार्धात्मक आर्धात्मकप्रत्यये परे अपि भवति उपादाय अस्ति तस्य अङ्गस्य, परन्तु अपि च चोषुडानसिके च इति सूत्रम् अन्यत्र अवकाशः अस्ति, तत् तदपि अस्ति. कथं करणीयम् इति साधनीयम् इति चोः शुरांसिके च अन्यत्र कुत्र भवति, यत्र ईगन्ताङ्गः नास्ति चेदपि भवति खलु, ईगन्त लघु सारि उपादायम् ईक् वर्णः नास्ति चेदपि चोः शुरांसिके इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, परन्तु पुगन्तस्य पुगन्तलघुपदस्य तु उपादायम् ईक् वर्णः भवेत् एव, अतः अन्यत्र लब्ध अवकाशः द्वयोः सूत्रयोः अस्ति. समीचीनम्. अतः इदानीं विप्रतिहितपरं कार्यम् इति सिद्धान्तः भवेत् अत्र कार्यं कर्तुं शक्यते परसूत्रस्य, इदानीं तुल्यबलविरोधः अस्ति, परसूत्रस्य प्रसक्तिः एव भवति इति वयं दृष्टवन्तः पूर्वम्, अतः पुगन्तलघुपदस्य इत्यस्य परत्वात् बलवत् भवति इति वयं चिन्तयितुं शक्नुमः. अतः शिवयोगः न इति शिवयोगः न इति पुगन्तलघुबुद्धस्य च इत्यनेन सेव् योगः न इति भवेत् भवेत् किं भवति इति अग्रे द्रक्ष्यामः. भवेत् कार्यस्थलं भिन्नम् इति वक्तव्यं. श्वोः शूडननासिके च पुगन्तलघुपदस्य च द्वयोः कार्यस्थलं भिन्नं. यत्र वयं लोपो व्योर्वलि श्वोः शूडनुनासिके च दृष्टवन्तः तत्र यत्र यत्र श्वोः शूडनुनासिके च कार्यं कर्तुम् आगच्छति तत्र तत्र लोपो व्योर्वलि अपि आगच्छति इति दृष्टवन्तः. तादृशम् अत्र नास्ति किल, श्वोः शूडनस्य च पूर्वं तत्र कार्यस्थलं भिन्नम् अस्ति. अस्तु, अतः विप्रतिषेधे परं कार्यं कार्यं करोति इति भाति इदानीं पर्यन्तं किम् अस्ति इति पश्यामः. धन्यवादः महोदय. प्रायः अरुणा भगिनी पठति वा भगिनि अधुना किं भगिनि अधुना अस्मिन् विषये आम् आम् अधुना अस्मिन् विषये इतोपि चिन्तनीयं शिव योगः न इति स्थितौ छ्वोः षूडननासिके च इत्यस्य कति निमित्तानि इति वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययपरः स्यात् अतः अस्य सूत्रस्य निमित्तद्वयं भवति तदा अत्रैव शिव योगः न इति स्थितौ पुगन्तलघुपदस्य च इत्यस्य कति निमित्तानि अङ्गम् इकः इक् लक्षण लघ्वी उपदा आर्धधातुकप्रत्ययः इत्यनेन पञ्चनिमित्तानि नाम पञ्चसंज्ञाः अपेक्षिताः अङ्गसंज्ञा इक्संज्ञा लघुसंज्ञा उपदासंज्ञा आर्धधातुकसंज्ञा पुगन्तलघुपदस्य च इत्यस्य अपेक्षया छोः शूलनपुंसके च इत्यस्य अल्पनिमित्तकत्वं भवति तदर्थम् अनया दृष्ट्या श्वोः षुडननासिके च अन्तरङ्गं पुगन्तलघुपदस्य च बहिरङ्गम् इति कैयटः नाम्ना प्राचीनवैकरण्यस्य मतम् अत्र पूर्व परिच्छिन्न अत्र दत्तं श्वोषुणा स्वगन्तलघुपदस्य मध्ये किं भवति इति तदनन्तरं वयं चिन्तनीयं कतिचित् निमित्तानि सन्ति इति चिन्तनीयं प्रथमं छोः षुडुनपञ्चकेजसूत्रे द्वे निमित्तानि सन्ति ते के के अति प्रश्न उदेति वकारान्तम् अङ्गं स्यात् अपि च अनुनासिकादिप्रत्ययपरे स्यात् परन्तु पुगन्तलघुपदेशसूत्रं वदति अत्र कति निमित्तानि सन्ति इति प्रश्न पृच्छामः अङ्गम् इक् लक्षणः लघु उपधा आर्धधातुकप्रत्यय इत्यनेन पञ्चनिमित्तानि अस्ति नाम पञ्चसंज्ञाः अपेक्षिताः अङ्गसंज्ञा इक्संज्ञा लघुसंज्ञा उपधासंज्ञा आर्धधातुकसंज्ञा ततः पुगन्तलघुपदस्य इत्यस्य अपेक्षया श्वोः षडुदपाचके इत्यस्य अल्पनिमित्तकत्वं भवति तदर्थम् दृष्ट्वा श्वाः षडुनपुंसके च अन्तरङ्गं पुगन्तलघुपदस्य च बहिरङ्गं भवति कयटः कथम् अर्थं किं भगिनि कयटः इति नामकरणम् अस्ति भगिनि प्राचीनवैयाकरणः तस्य नाम अस्ति कैयटः इति पाणिनिः एकः वैयाकरणः अस्ति किल तादृशं कैयटः इति प्राचीनवैयाकरणः अस्ति तस्य नाम तस्य एव मतम् अस्ति एतद् अङ्ग तत्र निमित्तं स्वीकरोतु इति भगिनि भवती एव पुगन्तलघुपदस्य च इत्यस्य अनुवृत्तिसहितसूत्रम् एकवारं पठतु तत्र एव अस्ति परिच्छेद 1, 2, 3, 4 पूर्वम् कुतः ध्वनिः भगिनि अनुभूतिसहितसूत्रं पुगन्तलघु उपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः समीचीनम् इदानीं तत्र संज्ञा का का अस्ति इति एकवारं परिशीलयतु अङ्गम् इति अस्ति वा अङ्गम् अस्ति इकः वर्णः अस्ति चेत् लघु इक् वर्णः अपि न दीर्घ लघु इक् वर्णः सार्वधातुक आर्धधातुकप्रत्ययपरे अपि च एव गुणकार्यं भवति. सर्वे संज्ञा वा? सर्वे या ते सर्वे अपि संज्ञा अस्ति. अङ्गसंज्ञा, इक्संज्ञा, लघुसंज्ञा, उपधासंज्ञा, आर्धधातुकसंज्ञा, संज्ञा एव. नामकरणं किल अङ्गम् इति नामकरणं कृतवन्तः. इक् इति प्रत्याहारस्य नामकरणं, लघु इति अपि संज्ञा एव. उपधासंज्ञा वयं जानीमः, आर्धधातुकसार्वधातुकः इति संज्ञा इति अपि वयं जानीमः. संज्ञा नामकरणम्, अतः तत्र पञ्चसंज्ञाः सन्ति. तत्र यदा वयं श्वोः शूडनुनासिके च स्वीकुर्मः, तत्र अस्माकम् उदाहरणं तु सिव्योगः न इत्यस्मिन् विषये एव. तत्र वयं किम् उक्तवन्तः, वकारान्तमङ्गम् अनन्तरम् अनुनासिकादिप्रत्ययः परः इत्येव उक्तवन्तः. तत्र तु निमित्तद्वयम् अस्ति, वकारान्तमङ्गं भवेत्, अनुनासिकादिप्रत्ययः भवेत्. तत्र कार्यं किम् इति अस्माकं प्रसङ्गः इदानीं नास्ति, निमित्तम् एव. अतः तत्र यदा वयं श्वोः शूडनुनासिके च स्वीकुर्मः, तत्र तु निमित्तद्वयम् अस्ति. यदा वयं पुगन्तलघुपदस्य च स्वीकुर्मः, तत्र पञ्चनिमित्तानि सन्ति. सिव्योगः न इति स्थितौ कार्यं कर्तुम्, अतः पुगन्तलघुपदस्य च इति यद् पञ्चनिमित्तानि सन्ति, तद् बहिरङ्गम्. बहिः भूतानि किम् उक्तवन्तः, समुदायः इति उक्तवन्तः किल. बहिर्भूतानि कुत्र अस्ति तदेव, बहिर्भूतसमुदाय मध्ये अन्तर्भूतानि निमित्तानि अन्तरङ्गम्. अतः बहिरङ्गम् अस्माकं पुगन्तलघुपदस्य च. श्वोः शूडनुनासिके च तस्मिन् अन्तर्भूतानि अस्ति, अतः मध्ये अस्ति, अल्पनिमित्तकत्वम् अस्ति. अतः पञ्च, तस्मात् मध्ये द्वयं, द्वे निमित्ते स्तः इति कृत्वा श्वोः शूडनुनासिके च अस्माकम् अन्तरङ्गम्. अतः यदा वयं सिव्योगः न इति स्वीकुर्मः, प्रथमं किम् आसीत्, लोपो व्योर्वली श्वोः शूडनुनासिके च द्वयोः सङ्घर्षः आसीत्. तत्र वयं दृष्टवन्तः श्वोः शूडनुनासिके च इत्यस्य एव कार्यं भवति अपवादबलेन इति दृष्टवन्तः प्रथमपरिच्छेदः. द्वितीयपरिच्छेदे किं कृतवन्तः, इदानीं श्वोः शूडनुनासिके च इति विन्नर् अस्ति इति चिन्तयतु. तत्र श्वोः शूडनुनासिके च पुगन्तलघुपदस्य च द्वयोः मध्ये सङ्घर्षः. तत्र किं कृतवन्तः, पुगन्तलघुपदस्य च इति परसूत्रत्वात् तस्य बलमधिकम् इति द्वितीयसोपानम् आसीत्. तृतीयम् इदानीम् अग्रे अपि चिन्तनीयम्, इतोपि चिन्तनीयम् इति कृत्वा तत्र अन्तरङ्गबहिरङ्गशास्त्रस्य विषयम् आनीतवन्तः. तत्र श्वोः शूडनुनासिके च इत्यस्य तु निमित्तद्वयमेव अस्ति, परन्तु पुगन्तलघुपदस्य च इत्यस्य पञ्चनिमित्तानि सन्ति. अतः पूर्वसूत्रं परसूत्रम् इति मा पश्यतु, अन्तरङ्गं बहिरङ्गम् इति कैयटस्य मतं स्वीकरोतु. इति अनेन पुगन्तलघुपदस्य च इदानीं बहिरङ्गशास्त्रं भवति, श्वोः शूडनुनासिके च अन्तरङ्गशास्त्रं भवति. अन्तरङ्गशास्त्रं बलीयान् किम् एतत् बहिरङ्गशास्त्रस्य असिद्धत्वात् इति बलवत् बहिरङ्गशास्त्रस्य असिद्धत्वात् इति कैयटः मतम्. अतः इदानीं विन्नर् कः अस्ति इत्युक्ते श्वोः शूडनुनासिके च पुनः अग्रे द्रक्ष्यामः. महोदय, प्रश्नः अस्ति वा? भगिनि, अत्र इदानीम् आर्धात्कप्रत्ययः अस्ति, वकारः अनन्तरम् अस्ति, पूर्वमस्ति, इकारः अस्ति, अतः तद् बहिरङ्ग तदपि वक्तुं शक्यते. समीप्यत्वात् वकारणकार योर्वलि इत्यस्य इति अन्तरङ्गसूत्रं, पुगन्तलघुपदस्य बैरणसूत्रमिति इति वक्तुं शक्नुमः. लोपो व्योर्वलि श्वोः षडुना श्वोः षडुना नासिके द्वयोः सूत्रयोः वा न न सोरि षुड श्वोः षुडनासिके चापि पुगन्तलघुपदस्यति इति इत्योः मध्ये पुगन्तलघुपदस्य इति सूत्रमस्ति. तत्र तस्य निमित्तं षुडनासिके च इत्यस्य परं पूर्वमस्ति खलु, अतः दूरे अस्ति, अतः तादृश वक्तुं शक्नुमः वा? न न कथम् इति निरूपयतु महोदय. न इदानीं वकार अस्ति, वकार अस्ति, नकार अस्ति, तत् समीपे अस्ति. इदानीम् इकार अस्ति पुगन्तलघुपदस्य इति, नकार अस्ति दूरे अस्ति खलु, मध्ये एव वकार अस्ति, तद् क्रास् कृत्वा. परन्तु निमित्तं तु नकारः एव किल? हा निमित्तं नकारः अस्ति, तस्य कार्यं तु दूरे अस्ति, करणीयं कार्यं स्थाने न द्रष्टव्यं महोदय, निमित्तमेव द्रष्टव्यं. निमित्तमेव द्रष्टव्यं, स्थाने नास्ति, निमित्तमेव द्रष्टव्यम्. आमाम् अस्तु अस्तु अस्तु अस्तु. इदानीम् एतादृशस्थितिः अस्ति. इदानीम् अस्माकं किं निर्णयः कृतवन्तः, श्वोः षूडनुनासिके च अल्पनिमित्तकत्वात् तस्य एव बलम् इति एतावता कैयटः मतेन वयं स्वीकृतवन्तः. अग्रे किं भवति इति पश्यामः. एतावता स्पष्टं वा अरुणा भगिनी, स्पष्टं वा? आं भगिनि, समीचीनं. विजया भगिनी अग्रिमपरिच्छेदः पठतु कृपया. अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम्. अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति ज्ञेयम्. अस्मिन् विषये च महती चर्चा भवति. अत्र अन्ततो गत्वा नागेशः इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते. तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः. नाम यथा नागेशस्य चिन्तनं तदैव भाष्यकारस्य अपि. भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति. तत्र व्याकरण विषये तत्र कैयटः इत्युक्ते तत्र मुनित्रयमस्ति, पाणिनिः, कात्यायनः वा वररुचिः वा इति, अनन्तरं पतञ्जलि. तत्र निमित्तं अन्तरङ्गस्य निमित्तं नाम किं निश्चेतव्यम् इति चेत् तत्र अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति प्रथमं ज्ञातव्यं. तत्र नागेशः इति एकः वैयाकरणः अस्ति, सः पतञ्जलि इति भाष्यकारस्य चिन्तनम् एव स्वीकृतः अनन्तरं कार्यमेव अद्यत्वे चलन्ति एव. समीचीनं. अतः यद् निमित्तम् इति यद् वयम् उक्तवन्तः, पञ्चनिमित्तानि सन्ति इति यद् उक्तवन्तः, तत्र अर्थकृतनिमित्तं वा, संज्ञाकृतनिमित्तं वा, शब्दकृतनिमित्तं वा इति निर्णेतव्यम्. इत्युक्ते किम् इति अग्रिमपरिच्छेदे दत्तम् अस्ति. पठतु भगिनि सारांशः. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं. शब्दः नाम कः, वर्णः पदं चेति, यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति. अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति, अतः अर्थः शब्दस्य विशेषणं. शब्दः एव विशेष्यः, स च शब्दः व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्ग अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपी निमित्तस्य ग्रहणम्. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपी निमित्तं स्वीक्रियते. तत्र व्याकरणशास्त्रं शब्दशास्त्रमेव. व्याकरणशास्त्रे शब्दस्य प्राधान्यमेव तत्र सारांशं किम् अस्ति चेत् शब्दः नाम कः. तत्र वर्णः अथवा पदं यत् अस्ति यस्य ध्वनिः भवति तत् ध्वनिः एव तत्र प्राधान्यम् अस्ति. अनन्तरम् अर्थः तस्मात् भिन्नः. गम् धातु इति वयं स्वीकुर्मः चेत् तत्र गच्छति इति शब्दः आगच्छति. तत्र अर्थः किं सूचयति चेत् तत्र गमनार्थम् इति तत्र सूचयति. संज्ञा च तस्मात् भिन्ना. संज्ञा तत्र पदमेव, संज्ञापदमेव. शब्दः अर्थवान् भवति. अर्थं वयं इदानीमेव दृष्टवन्तः. गमनार्थम् इति गच्छति इति गमनार्थम् एतत् शब्दः अर्थवान् भवति. अनन्तरम् अर्थविशिष्टः भवति शब्दः. पदं वर्णं पदम् अनन्तरं ध्वनिः एतत् मिलित्वा एव तत्र शब्दः भवति. अनन्तरम् अर्थशब्दस्य विशेषणम् शब्दः एव तत्र विशेष्यम्. अर्थः विशेषणं शब्दः विशेष्यम् इति स्वीकुर्मः. शब्दव्याकरणस्य प्रमुखविषयः तावदेव तत्र बलवत् किम् अस्ति चेत् व्याकरणस्य विषये शब्दः एव प्राधान्यं. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्दः अङ्ग इत्युक्ते भवति इति स्वीकुर्मः चेत् तत्र भू इति अर्थं भवति. भूसत्तायम् इति तत्र शप् इति विकरणप्रत्ययम् अस्ति. अनन्तरं ति इति तिङ्गन्धपदमस्ति. एतत् तत्र भू इति अङ्गं भवति. अङ्गशब्देन शब्दरूपी निमित्तं तत्र ग्रहणमेव भू इति. तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इति अनयोः अङ्ग इति शब्देन एव शब्दरूपी निमित्तं भवति. एतत् शब्दरूपेण एव तत्र व्याकरणस्य प्राधान्यमस्ति, कार्यमपि भवति तत्र. समीचीनं. तत्र अन्तरङ्गम् इत्यस्य अङ्गम् इत्यस्य कः अर्थः भगिनि? अङ्गम् इत्युक्ते तत्र शब्देन शब्दरूपी. अङ्गम् इत्युक्ते अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गम् इति अङ्ग इत्युक्ते धातुः एव खलु भगिनि? प्रथमता भू निमित्त. अन्ये किं वदन्ति? अङ्गम् इत्युक्ते निमित्तम्. अन्तरङ्गं बहिरङ्गम् इत्यत्र अङ्गम् इत्युक्ते निमित्तं. तदेव बहु मुख्यमस्ति. निमित्तस्य ग्रहणं तत्र. अस्तु भगिनि. निमित्तमेव, किमपि अन्यत् नास्ति अस्मिन् सन्दर्भे. समीचीनम्. अस्तु, अत्र किं दत्तमस्ति इत्युक्ते यदा वयं शब्दशास्त्रं व्याकरणशास्त्रम् इत्युक्ते शब्दशास्त्रं तद्वयं जानीमः. एतावता वयं शब्दस्य विधानार्थमेव कार्याणि कृतवन्तः, किल सूत्राणि अपि पठितवन्तः. तत्र शब्दः इत्युक्ते यदा वयं अक्षराणि वा पदानि वा यत्किमपि अथवा ध्वनिः यद् उच्चारणध्वनिः अपि शब्दः इत्येव तस्य नामकरणम् अस्ति. तत्र अर्थः तस्मात् भिन्नः. शब्दः इत्युक्ते अर्थः नास्ति किल. यदा भूसत्तायाम् इति वदामः, भू इति यद् शब्दः अस्ति अथवा धातुः भवति इति पदं निष्पन्नं भवति तद् भिन्नः सत्तायाम् इति तस्य अर्थः किल तत् तद् भिन्नम् इत्येव वदति तत्र तत्र अन्यत् किमर्थम् एतत् सर्वम् अत्र अस्मिन् परिच्छेदे अस्ति इत्युक्ते यद् वयं कैयटः नाम्ना प्राचीनवैयाकरणानां मतं दृष्टवन्तः किल तत्र निमित्तानि स्वीकृत्य सः पञ्चनिमित्तम् इति उक्तवान् तत्र एव वयं दृष्टवन्तः अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा किं स्वीकृतवान् तत्र इति दृष्टवन्तः अत्र इदानीं नवीन वैयाकरणानां मतं किम् इति पश्यामः अग्रे अतः तस्य विषये किञ्चित् इन्ट्रडक्षन् अस्ति अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा शब्दकृतनिमित्तम् इत्युक्ते शब्दस्य एव प्राधान्यं वयं व्याकरणशास्त्रं पठामः चेत् तत्र शब्दस्य एव प्राधान्यम् अस्ति अतः शब्दकृतनिमित्तम् इत्युक्ते शब्दः एव निमित्तं संज्ञाकृतनिमित्तम् इत्युक्ते यदा अङ्गसंज्ञा लघुपदसंज्ञा इति वदामः किल तत्र संज्ञानामेव प्राधान्यम् अर्थकृतनिमित्तम् इत्युक्ते अर्थः यस्य गच्छति इति धातु पदं स्वीकुर्मः चेत् तस्य अर्थः अस्ति गमनक्रिया इति भू इति धातुः भू सत्तायां रमयति रमयते इति रामः इति तादृशं तद् अर्थम् एव निमित्तं भवति इत्येव तस्मिन्नेव विषये किञ्चित् इन्ट्रो रूपेण दत्तमस्ति अग्रे अपि पठामः श्रीवल्ली भगिनी पठति वा उदाहरणार्थम् आं भगिनि उदाहरणार्थम् अत्र शिवयोगः न इति स्थितौ अङ्गसम्बन्धित्वं इत्वं लघुत्वम् उपधात्वम् एतत् सर्वं संज्ञानां भेदे अपि अपेक्षमाणः शब्दः तु शिव इति एव अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसञ्ज्ञकस्य शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्ताः शब्दः एव निमित्तपदेन गृह्यते न तु अर्थः संज्ञा वा इति उदाहरणदृष्टे अत्र शिवयोगः न इति स्थितम् अत्र निमित्तानि अङ्गसम्बन्धित्वम् अस्ति इत्वमस्ति लघुत्वमस्ति उपधात्वम् अस्ति इति सर्वसंज्ञानाम् अस्ति भेदे अपि अपेक्षमाणः बट् परन्तु शब्दः शिव एव अतः अत्र शिव शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसञ्ज्ञकस्य इति अर्थः शिवशब्दस्य एव इति अपेक्षा शब्दशास्त्रे शब्दस्य एव प्राधान्यात् इति निमित्तं सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्तं वा निमित्ततया उपास्तः शब्दः एव निमित्तपदेन गृह्यते न तु अर्थः संज्ञा वा इति अर्थं भगिनि शब्दमेव शब्दरूपीनिमित्तम् एव ग्रहणं गृह्यते इति तदेव गृह्यते तस्य अर्थः गृह्यते वा शिव इत्यनेन शिव इत्यनेन न भगिनि समीचीनं यदा वयं लघुत्वम् इत्त्वम् अङ्गसम्बन्धि अङ्गकार्यं करोतु इति वदामः तस्य कस्य ग्रहणं भवति न कस्य ग्रहणं भवति अङ्ग उपधायां स्थितस्य लघु इक्वर्णस्य दीर्घत्वं वा गुणः करोतु इति अहं वदामि चेत् कस्य ग्रहणं भवति किं स्वीकरोति शिवशब्दस्य ग्रहणं शब्दस्य एव ग्रहणं भवति समीचीनं वा तत् अतः तत्र यदा उक्तमस्ति शब्दशास्त्रे शब्दस्य एव प्राधान्यात् शब्दः एव मुख्यम् अत्र. अतः यदा सप्तमी अन्ततया वा पञ्चमी अन्ततया वा निमित्ततया उपास्तः एव शब्दः एव निमित्तपदेन गृह्यते. यदा वयं निमित्तं वदामः, सर्वत्र वयं वदामः निमित्तं किम् इति पश्यामः किल, तद् पञ्चमी अन्तः भवतु, सप्तमी अन्तः भवतु, किमपि भवतु, उपस्थितः शब्दः, उपास्तः शब्दः इत्युक्ते समीपे यद् शब्दः अस्ति अव्यवहितपूर्वस्य इति सर्वदा वदामः किल. सप्तमी अस्ति चेत् वा पञ्चमी अस्ति चेत् परकार्यं पूर्वकार्यम् अव्यवहितपरस्य अव्यवहितपूर्वस्य इति वदामः किल, तत्र शब्दस्य एव ग्रहणं भवति. वयम् अर्थस्य ग्रहणं वा संज्ञायाः ग्रहणं किमपि न स्वीकुर्मः. तत्र संज्ञा इति किमर्थम्? अस्माकं सौलभ्यार्थं सर्वत्र तद् भवतु इति कारणेन इक् इति संज्ञा चेत् तत्र इकारः भवतु, उकारः भवतु, ऋकारः भवतु, सर्वत्र तद् कार्यं भवति एव. लाघवार्थं वयम् इक् इति संज्ञा स्वीकुर्मः, परन्तु अस्माकं ग्रहणं तु शब्दस्य एव सर्वदा भवति. तद् बहु मुख्यमस्ति, तद् मनसि स्थापयतु. महोदय, राजेन्द्रमहोदय अग्रिमपरिच्छेदः पठति वा? दृष्टान्ते इको यञ्च दृष्टान्ते इको यञ्च इति सूत्रे तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य एकः यन् आदेशः आदेशो भवति. अचि इति सप्तम्याम् अस्ति. अनेन निमित्तम् एव ग्राह्यं, न तु संज्ञारूपनिमित्तं. संज्ञा न शब्दः, संज्ञायाः इदम् एव कार्यं, संज्ञं विशेषयति. अच् इति संज्ञा तत्र, किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते. अपि योग अस्ति, अपि अस्ति इत्यस्मिन् अकारः संज्ञी इति योग उपस्थितम् इति उपस्थितम् इत्यस्मिन् उकारः संज्ञी, तस्य च उकारस्य संज्ञा अच्. अतः अचि इति पदं संज्ञीपदं, न तु संज्ञापदम्. अत्र संज्ञी उकारः निमित्तत्या आश्रितः, न तु संज्ञा. अयम् उकारः शब्दः. सूत्रेषु सप्तम्यन्तत्या वा पञ्चम्यन्तत्या वा यः निमित्तत्या गृह्यते स च शब्दः, न तु संज्ञा वा अर्थो वा. अस्तु भगिनि, इदानीं प्रयत्नं करोमि. किञ्चित् क्लिष्टकरदृश्यते अत्र. दृष्टान्ते इको यञ्चि, यथा इको यञ्चि सूत्रं यः अस्ति इति तस्मिन् निमित्ते निर्दिष्टे पूर्वस्य, तस्मिन् निर्दिष्टे पूर्वस्य इति नेन अज् अव्यवहित पूर्वस्य इकः यन् आदेशः भवति. तत् अच् अव्यवहित पूर्वस्य अच् अव्यवहित, यः अव्यवः अस्ति अच् तस् पूर्वस्य, यः इखा अस्ति तस्य यन् आदेशः भवति तस्मिन् निति निर्दिश्य पूर्वस्य तेन सूत्रेण. इको यञ्चि यः सूत्रमस्ति तत्र इकारस्य इक् स्थाने यन् आदेशः भवति. कुत्र भवति? तत्र तस्मिन् निति निर्दिश्य पूर्वस्य, यः अच् अव्यव हित् पूर्वस्य इखा अस्ति तस्य यन् आदेशः भवति. एवं वा भगिनि? समीचीनं महोदय. अचि इति सप्त्याम् अस्ति. अचि सप्तमन्तं पदम् अस्ति. अनेन शब्दरूपनिमित्तम् एव ग्राह्यां, न तु संज्ञारूपनिमित्तम्. अत्र यथा वयं इको यञ्चि अपि च तस्मिन् निर्देशे पूर्वस्य, अत्र शब्दरूपं रूपनिमित्तम् एव वयं ग्राह्यामः, न तु संज्ञारूपनिमित्तं. संज्ञा न शब्दः, संज्ञा तु नाम्ना एव, शब्दः तु शब्दः एव. तत् तस्य एव महत्त्वं, तस्य एव कार्यं व्याकरणशास्त्रे. संज्ञायाः इदमेव कार्यं संज्ञनं विशेषयति संज्ञया अस्ति ता संज्ञनम् अस्ति तस्य विषये तं विशेषयति अच् इति संज्ञा तत्र किन्तु अच् इति संज्ञा विशिष्टसंज्ञी अपेक्षते अच् इति संज्ञा यथा वदामः तत्र विशिष्टसंज्ञी अपेक्षते अच् अच् प्रत्याहारस्य कोऽपि वर्णः अस्ति तस्य संज्ञी तत् अपेक्षते यथा अपि योग अस्ति अत्र इकारः अपि च अनन्तरम् अकारः अस्ति तदनन्तरं तत् सन्धिं भूत्वा इकोयञ्चि सूत्रेण अप्यस्ति इत्यस्मिन् अकारः संज्ञी अस्ति अकारः यः अस्ति आदौ यः अकारः अस्ति सः संज्ञी अस्ति इति उपस्थितम् इति उपस्थितम् इत्यस्मिन् उकारः यः उपस्थितं पदे यः आदौ उकारः अस्ति सः संज्ञी अस्ति तस्य च उकारस्य संज्ञा अच् अच् तस्य संज्ञा अस्ति अच् सापि अच् अच् अस्ति अपि च यः अस्ति अस्य अकारः अस्ति सः अपि अच् अच् प्रत्याहारे अस्ति संज्ञा अच् संज्ञा अस्ति अतः अचि इति पदं संज्ञपदं न तु संज्ञापदम् अचि यथा वदामः सप्तम्यां यः अचि पदम् अस्ति तत् संज्ञपदम् अस्ति न तु संज्ञापदम् अच् तु संज्ञापदम् अस्ति परन्तु अचि इत्युक्ते संज्ञपदं यत् तस्मिन् तत् प्रत्याहार अन्तर्भूतं या वर्णाः सन्ति ये वर्णाः सन्ति तत् तस्य संज्ञपदं वदामः न तु संज्ञापदम् अत्र संज्ञी उकारः निमित्तत्या आश्रितः न तु संज्ञा संज्ञी उकारः यत् अस्मिन् उदाहरणे इति योग उपस्थितं तत्र उकारः निमित्तत्या आश्रितः अस्ति न तु संज्ञा अयम् उकारः शब्दः सूत्रेषु सप्तम्यन्तत्या या वा पञ्चम्यन्तत्या वा या निमित्तत्या गृह्यते स च शब्दः एव न तु संज्ञा वा अर्थो वा भवति यत्र कुत्रापि वयं किमपि पदं स्वीकुर्मः चेत् तत् वयं शब्दः एव गृह्णामः न तु संज्ञा अथवा अर्थं अर्थस्य ग्रहणं भवति अपि तु शब्दस्य ग्रहणम् एव तत्र भवति समीचीनम् तत्र संज्ञी इति कीदृशपदं महोदय व्याकरणदृष्ट्या संज्ञा सप्तमी न संज्ञी इति प्रत्ययः कः गुणी वदामः इनि प्रत्ययं भगिनि इनन्त रूपं संज्ञा अस्मिन् अस्ति इति संज्ञी गुणः अस्य अस्मिन् अस्ति इति गुणी इति वदामः किल तादृशं संज्ञी समीचीनं अतः यदा वयं यद्यत् किमपि शब्दं वदामः यदा किमपि सिंहः इति वदामः चेत् सिंहः इति संज्ञा अस्ति तत्तु जन्तवः जन्तोः संज्ञा पशोः संज्ञा पशुः इति संज्ञी यदा वयम् अस्माकं न्यायशास्त्रे अवयव अवयवी भावः इति पश्यामः किल तादृशमेव संज्ञासंज्ञीभावः यस्मिन् अस्ति तद् संज्ञी फलम् इति संज्ञी आम्रं वा किमपि भवतु कदलीफलम् इति संज्ञा तस्य नामकरणं संज्ञा फलम् इति आम्रम् इति फलविशेषः अतः तत् संज्ञा फलविशेषः इति संज्ञा फलमिति संज्ञी इति भवति तदेव पशोः उदाहरणमपि तादृशमेव अस्मिन् सन्दर्भे अपि यदा वयम् अपि योगः अस्ति इति स्वीकुर्मः इको यणचि आगत्य तत्र कार्यं कर्तुम् आगच्छति अव्यवहित अच् अव्यवहितपूर्वस्य इकः स्थाने यण् आदेशः भवति अचि अच् इति वदामः चेत् यदा महोदय उक्तवान् सर्वस्य सर्वाणामपि स्वराणां सर्वेषां स्वराणां ग्रहणं भवति. परन्तु यदा वयम् अचि इति वदामः तत्र संज्ञी उच्यते, न तु संज्ञा. अच् इत्युक्ते प्रत्याहारः, तत्र संज्ञा भवति. महोदय, प्रश्नः अस्ति वा? अत्र देहः अस्य अस्ति इति देही किमपि अतः तत्र अपि योगः अस्ति इति अप्यस्ति इति यद् भवति तत्र अस्माकं संज्ञी अस्ति. अकारः अस्माकं संज्ञी अस्ति. अकारः अच् प्रत्याहारस्थवर्णः. अच् इति प्रत्याहारः संज्ञा, प्रत्याहारस्य नामकरणं कृतवन्तः किल. अच् इति प्रत्याहारः, अच् इति प्रत्याहारः इत्युक्ते सर्वेषां स्वराणां ग्रहणं भवति. परन्तु संज्ञी अकारः इति संज्ञी विशेषः, संज्ञा विशेषः किल, संज्ञाविशिष्टसंज्ञी अपेक्षते इति अस्मात् कारणात् तत्र संज्ञी इति तस्य महत्वमस्ति. तावद् तदेव पुनः इति उपस्थितम् इत्यस्यापि, एकनिमिषं भगिनि अहं समापयामि, इति उपस्थितम् इत्यत्रापि उकारः संज्ञी भवति. यद्यपि अच् इत्यनेन वयम् अच् इति वदामः चेदपि अस्माकं संज्ञी इत्यस्य एव ग्रहणं भवति. संज्ञायाः ग्रहणं कदापि न भवति. अच् इति प्रत्याहारः भवतु, इक् इति प्रत्याहारः भवतु, यत्किमपि प्रत्याहार लघुपद इति वदामः चेत् लघुपदे किम् अस्ति, उपधायां लघुवर्णः कः अस्ति, तस्यैव तस्यैव ग्रहणं भवति, तस्य शब्दस्य एव ग्रहणं भवति. अर्थस्य वा संज्ञायाः वा कदापि ग्रहणं न भवति. तदेव अत्र दत्तमस्ति, तदेव पुनः दत्तमस्ति सूत्रेषु सप्तमी अन्ततया वा पञ्चमी अन्ततया वा निमित्ततया वा यद् गृह्यते शब्दः एव गृह्यते, न तु संज्ञा वा अर्थो वा. एतावद् एतत् परिच्छेदं संज्ञा विषये एकः इन्ट्रोडक्षन् अस्ति. किं करणीयम् इति वयम् एतावता न दृष्टवन्तः, कैयटः मतमेव दृष्टवन्तः. किं भवति नवीनवैयाकरणस्य मतं किम् इति प्रायः अग्रिमसप्ताहे द्रक्ष्यामः. अग्रिमपरिच्छेदे यदस्ति इति अहं किञ्चित् स्थूलरूपेण वदामि. तत्र बहु किमपि सूत्राणि दत्तमस्ति. अस्माकं तिसृ वयं जानीमः, त्रयः शब्दः, चतसृ शब्दः. किञ्चित् तस्य पूर्वावलोकनं कृत्वा आगच्छन्तु. रूपाणि कथम् आगच्छन्ति इति एकवारं पश्यतु. रूपाणि जानीमः चेत् सूत्राणां योजनम् अप्लिकेशन् सर्वदा सौकर्यं भवति. यदा वयं तद् न जानीमः तत्र एव अस्माकं भ्रमः भवति. तिसृ इति पुल्लिङ्गे स्त्रीलिङ्गे, अनन्तरं चतसृ शब्दः अपि पुल्लिङ्गे स्त्रीलिङ्गे. रूपाणि एकवारं किञ्चित् रूपाणि एव दृष्ट्वा आगच्छन्तु. सूत्राणां विषये वयम् अग्रिमसप्ताहे पश्यामः कथम् अत्र अन्तरङ्गबहिरङ्गस्य किं कार्यं, तदेव मुख्यमस्ति किल, तद् पश्यामः. परन्तु किञ्चित् रूपं ज्ञास्यामः चेत् सौलभ्यं भवति. अस्तु भगिनी, किं वदति विजया भगिनी, किमपि अस्ति वा? तत्र तस्मिन् इत्युक्ते शब्दः नास्ति, सप्तम्यर्थे अत्र गृह्यते खलु भगिनि, तस्मिन् इति शब्दः न तत्र. तस्मिन् इति पूर्वस्य इति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रमस्ति खलु भगिनि, इकयनचि इति परिचयते. तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रं, तत्र तस्मिन् इति पदं शब्दः नास्ति तत्र, सप्तम्यर्थे इति सूचयति. आम् आं भगिनि, समीचीनम्. अस्तु अस्तु, समापयामः अद्य. धन्यवादः, शुभदिनं भगिनि. धन्यवादः धन्यवादः धन्यवादः.